नमस्कारः। अस्माकं वर्गः अस्ति पाणिनीयव्याकरणवर्गः। इदानीम् अद्य गतवर्गे वयं पाणिनीयं सूत्रं कथं पठनीयम् इति विषये चर्चां कृतवन्तः। तत्र आदेशः, आगमः, लोपः इति विषयत्रयम् आसीत्। आदेशः इत्युक्ते पूर्वं कस्यापि स्थितस्य वर्णस्य स्थाने अन्यवर्णः आगच्छति। इत्युक्ते एकः वर्णः आसीत्, सः गच्छति, अन्यः एकः वर्णः आगच्छति। आगमः इत्युक्ते वर्णात् पूर्वं वा परं वा अन्यवर्णम् आगच्छति, सः वर्णः तिष्ठति एव। लोपः इति तृतीयं वर्णस्य अदर्शनं, वर्णः न दृश्यते इत्युक्ते गच्छति। तत्र विसर्गः, लोपः इति उदाहरणं दत्तम्। अपि च विभक्तीनां विषये सूत्रे पाणिनिना विरचितानि सूत्राणि अत्र विभक्तिः दृश्यते। विभक्तीनाम् अर्थः कः इति दृष्टवन्तः। अपि च तत्र इको एणचि इति अस्ति, तस्मिन् विषये आन् भगिनी भवती वदति वा? इको एणचि तत्र इकदिशे यान् भविष्यति इको यान् अचि, इकः यान् अचि, इकः स्थाने यान् आदेशः भवति। इकः यान् अचि आच् भविष्यति चेत् इकः स्थाने यान् भविष्यति। उत्तमं, धन्यवादः। तत्र इक् इत्यस्य षष्टी अस्ति, किं सूचयति षष्टी? इकोः स्थाने, स्थाने इति तत् तस्मिन् स्थाने आगच्छति। अपि च यण् इति प्रथमविभक्त्याम् अस्ति, सः आदेशः इति वदामः। अचि इति निमित्तम्, अच् वर्णः सप्तमी विभक्त्याम् अस्ति, तद् निमित्तम्। सुमन् भगिनी भवती वदति वा, किं प्रथमाविभक्तिः आदेशः, किं तस्मिन् विषये किम् अवगतवती? क्षम्यतां महोदय, प्रथमाविभक्तिविषये वदति वा, किं प्रथमाविभक्ति इत्युक्ते किम् इति? प्रथमाविभक्ति इति आदेशः, आगमः, नो चेत् नामकरणम्। उत्तमं, तर्हि यः यः प्रथमाविभक्त्याम् अस्ति शब्दः सः तु आगमः भवितुमर्हति, आगमः आदेशः भवितुमर्हति, नामकरणं भवितुमर्हति। नमस्ते एवं श्रीसुधा भगिनी। नमस्ते महोदय। नमस्ते, अहम् अद्य केवलं शृणोमि महोदय। अस्तु, धन्यवादः। तर्हि अत्र नामकरणम् इति उदाहरणं किम्? आन् भगिनी भवती वदतु। सुवन्तम् अहं सुप्तिङ्गन्तं पदं तत्र किम् अस्ति एकवच प्रथमाव्यक्त्यां किञ्चित् न स्मरामि. अस्तु, सुप्तिङ्गन्तं पदं तत्र विभक्तिः सुप्तिङ्गन्तम् इत्यस्य सुप्तिङ्गन्तम् इति कः विभक्तिः का विभक्तिः तत् प्रथमाविभक्त्याम् अस्ति. नो, सु प्रथमाविभक्ति सु न सुप् तिङ्ग् अन्तं पदं तद् तद् सम्पूर्णं पदं कस्मिन् कस्यां विभक्त्याम् अस्ति? प्रथमा प्रथमाविभक्त्यां पदम् इति अपि प्रथमाविभक्त्याम् अस्ति. तदर्थं नामकरणं भवति सुप्तिङ्गन्तं पदं नामकरणं भवति. अस्तु, इदानीं सप्तमी विभक्तिः अत्र सुमन् भगिनी अस्ति अपि चान् भगिनी. अस्तु, सुमन् भगिनी भवती वदति वा सप्तमी विभक्तिः किं सूचयति? अस्तु, चिन्ता नास्ति. क्षम्यता, म्यूट् मध्ये आसीत्. वदामि भवान् श्रोतुं शक्नुवन्तः. सप्तमी विभक्ति अस्ति चेत् कार्यं पूर्वं भवति. उत्तमम्, उत्तमं. कार्यं पूर्वं भवति, सप्तमीविभक्तिः पूर्वकार्यं सूचयति. इदानीं पञ्चमीविभक्तिः किं सूचयति? कार्यम् अनन्तरं भविष्यति, परकार्यं. कार्यं परे भविष्यति. उत्तमम्. इदानीं षष्ठीस्थाने भविष्यति, पञ्चमी परे भविष्यति, सप्तमीविभक्त्या अस्ति चेत् पूर्वं भविष्यति. इदानीं तृतीया विभक्तिः संयोजनम् इति अस्ति, तत्र साक्षात् अनन्तरं वा साक्षात् पूर्वं वा भवति चेत् तृतीया विभक्तिः उपयोगं करोति, तृतीयाविभक्तिम् उपयोगं करोति पाणिनिः. अत्र स्तोश्चुनाश्चुः इति उदाहरणमस्ति. तत्र स्चुना इति तृतीयाविभक्त्याम् अस्ति, तदर्थं साक्षात् अनन्तरं वा साक्षात् पूर्वं वा इति सूचयति. अस्तु, इदानीम् अद्यतनविषयः किञ्चित् नूतनं पठामः. अस्तु, आन् भगिनी भवती एव पठति, पठतु. व्याख्यानस्य आकृतिः. व्याख्यानस्य आकृतिः यदा सूत्रस्य विवरणं दीयते अस्माकं संस्कृतव्याकरणम् इति जालस्थने तदा व्याख्याने कश्चन क्रमे वर्तते, स च क्रमः सदा समान भवति. किं दत्तं तत्र? किमस्ति सूत्रस्य विवरणं भवति. अस्तु, तत्र यदा सूत्रस्य विवरणं दत्तम् अस्ति तत्र किं किम् अंशाः के अंशाः तत्र स्वीकुर्वन्ति इति तत्र दत्तं. व्याख्याने कश्चन क्रमः वर्तते. क्रमः कः कः कः क्रमः इत्युक्ते सूत्रस्य अर्थः एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम् इत्युक्ते वाक्ये एकस्मिन् वाक्यद्वयं वा तत्र स्वीकृत्य अर्थः वदति तदनन्तरं अत्र अंशाः षड् अंशाः सन्ति प्रथमं सूत्रस्य अर्थः भवति तदनन्तरं समासानां विग्रहवाक्यं तत्र सूत्रे समासपदानि सन्ति चेत् समासानां विग्रहवाक्यम् उच्यते विग्रहवाक्यम् इत्युक्ते समासानां विग्रहवाक्यम् इति कश्चित् वाक्यम् इति किमपि भवति तस्य समासनं इत्युक्ते एकं वा पदद्वयं वा पदत्रयं वा स्वीकृत्य अनेकानि पदानि स्वीकृत्य एकं पदं निर्मीयते संस्कृतभाषायां तस्य विग्रहवाक्यम् इति तस्य पदस्य इदानीं चिन्तयतु राज इदानीं शिवधनुः इति चिन्तयतु शिवधनुः शिवस्य धनुः तद् शिवधनुः इति उच्यते तत्र शिव इति एकं प्रातिपदिकमस्ति धनुस् इति अन्यं प्रातिपदिकमस्ति शिवधनु इति नूतनं प्रातिपदिकम् इदानीं शिवस्य धनुः इति तस्य शिवधनु इत्यस्य विग्रहवाक्यम् इति उच्यते क्षम्यताम् समासविग्रहः आम् बहुषु सूत्रेषु समासाः सन्ति चेत् तेषां विवरणम् अपि दीयते इदानीम् अनन्तरं सूत्रे पदानां विभक्तयः पूर्वमेव दृष्टवन्तः वयं सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते अस्तु तदनन्तरं सूत्रस्य अनुवृत्तिः अस्ति चेत् सूत्रे तस्य अनुवृत्तिसहितसूत्रमपि अनुवृत्ति किमपि अस्ति चेत् अपि भवति अनुवृत्तिः इत्युक्ते किम् इति तत्र दत्तमस्ति आन् भगिनी भवती एव पठतु सम्यक् श्रूयते वा आम् अस्तु भवती भवत्याः ध्वनिः सम्यक् न श्रूयते किञ्चित् अधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूरणार्थं पणिनिः स्वस्य लघुत्वम् इच्छति तदर्थं येषां सूत्राणां समानप्रकारकं भवति तानि सूत्राणि अष्टाध्याय्यम् एकस्मिन् स्थाने सङ्गृहीतानि भवन्ति अनेन एकस्मिन् स्थाने इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदम् अस्ति तत् पदं पुनः द्वितीये सूत्रे न जीयते. अस्तु, किं किं दत्तमस्ति तत्र? अस्तु, अन्या कापि वदति वा सुमन् भगिनी? महोदय, अहं वदामि. वदतु कृपया. इदानीं दत्तम् अधिकेन सूत्रं का किञ्चित् पदानि सूत्रे मध्ये अस्ति. मम संस्कृतं शुद्धं नास्ति महोदय, परन्तु प्रयत्नं करोमि. इत्यर्थं पाणिनिसूत्रं लघु अस्ति. कानिचन पदानि सर्वे सूत्रे किञ्चित् सूत्रे आगच्छन्ति. तदर्थं सूत्रं समानप्रकारं सूत्राणां कानिचन पदानि समानकार्यं करोति. अस्तु, तद् एव सूत्रं सर्वे कानिचन समानकार्यं करोति. एकस्मिन् स्थले सङ्गृहीतानि भवन्ति पाणिनि सर्वे सूत्राणि. सूत्रं किं किं सूत्रं समानकार्यं करोति सर्वे एकस्मिन् स्थले सङ्गृहीत करोति. अनेन एकस्मिन् स्थले प्रथमसूत्रं प्रथमे सूत्रे किञ्चित् पदानि अस्ति, द्वितीयसूत्रे अपि अस्ति. उदाहरणार्थं संहितायाम् इको एनर्जि अस्ति, इको एनर्जि सूत्रम् अस्ति. स्तोः सूचना शुचुः संहितायाम् अपि अस्ति. संहितायां पदं वाक्य द्वितीय प्रथमसूत्रे अस्ति, द्वितीयसूत्रे अपि अस्ति, परन्तु समानकार्यं करोति. उत्तमं, तर्हि उत्तमं, बहु सम्यक्. यदि अत्र किमस्ति, सूत्रं समानप्रकरणे प्रकारकं भवति इत्युक्ते अत्रापि सूत्रं किमपि सङ्गीकार्यं करोति, अपि च अन्यसूत्रमपि सन्धिकार्यं करोति इति चिन्तयन्तु. सर्वाणि सन्धिकार्याणि सूत्राणि एकत्र पाणिनिः किं करोति, सङ्ग्रहणं करोति. इत्युक्ते यथा सा उक्तवती संहितायाम् इति अस्ति, इको एनर्जि अपि संहितायां भवति, तोष्णचुः अपि संहितायां भवति. तदर्थं सूत्रस्य लघुत्वम् उद्दिश्य सः किं करोति, अनेकानि सूत्राणि इत्युक्ते एकमेव समानकार्यम् इत्युक्ते समानकार्यं वा इत्युक्ते निमित्तं किमपि अन्यं भवेत् परन्तु कार्यं तु समानम् इति मत्वा सर्वम् एकत्र सङ्ग्रहणं करोति. तर्हि संहितायाम् इति पदम् एकवारमेव लेखनीयं, तदनन्तरं तत्सर्वम् अनुवर्तयति इति. तर्हि किम् अस्ति, अहं पठामि. आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूर्णार्थम्. इदानीं सूत्रार्थं पूर्णं भवति चेत् भवितव्यं चेत् तत्र कानिचन पदानि पूर्वतनसूत्रेभ्यः आगन्तव्यानि. इदानीं पाणिनिसूत्रस्य परन्तु पाणिनिः सूत्रस्य लघुत्वम् इच्छति. तदर्थं येषां सूत्राणां समानप्रकारककार्यं भवति तानि सूत्राणि अष्टाध्याय्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति. आम्, तर्हि एकं समानप्रकारकसूत्राणि सर्वाणि एकत्र सङ्ग्रहणं करोति. तदनन्तरं प्रकारकम् इत्युक्ते समानकार्यं करोति भवति. समानकार्यम् इति नास्ति, समानप्रकारक इत्युक्ते समानकार्यम् इत्युक्ते कार्यं तु समानं भवितुम् अर्हति, परन्तु अन्यत्र निमित्तं किमपि अत्र इको एनचि इत्युक्ते निमित्तं किम् अच् परे भवितव्यं, पूर्वं य इक् इक् वर्णः भवितव्यं, तत्सर्वं भवितव्यः. परन्तु किम् अन्यसूत्रमपि तथा कर्तुम् अर्हति खलु. अच् निमित्तं परे अच् चेत् किमपि अन्यं कार्यं करोतु, तत्सर्वं समानप्रकारककार्यम् इति उच्यते. अस्तु, तर्हि अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदम् अस्ति, तत् पदं पुनः द्वितीये सूत्रे न दीयते. किमर्थं लघुत्वं? तत्र प्रथमं सूत्रमपि अचि इति अस्ति, अनन्तरम् अपि अचि इति न वक्तव्यं, तत्र अनुवृत्तिः इति सः स्वीकरोति. अस्माभिः मनसि तत्पदम् आनेतव्यम्. यथा रामः वदति अहम् आपणं गच्छामि, तद् भगिनी भवती पठितुम् इच्छति वा? अस्माभिः मनसि तत् पदम् आनेतव्यं. यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहम् अपि, वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहम् अपि आपणं गच्छामि इति. यद्यपि श्यामः केवलम् अहमपि वदत, तथापि वयं तस्य अर्थं पूरयामः मनसि. तादृशम् अर्थपूरणं पाणिनिः इच्छति सूत्रविषये. यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अस्माभिः आनेतव्यानि. तादृशपदस्य अनुवृत्तिः अस्ति इत्युच्यते. व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते. किमस्ति तत्र महोदय? वदतु. हरि ओम्. भगिनि वदतु. अग्रिम कथा महोदय किमस्ति तत्र एकवारं संक्षेपं वदतु. इदानीं दत्तं रामः उदाहरणं वाक्यम् अहम् आपणं गच्छामि. रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि. अहमपि इत्युक्ते अहमपि आपणं गच्छामि इत्यर्थम्. अहमपि अर्थः अहमपि समानः एव अवगच्छुं शक्यते. अहमपि लघुवाक्यम् एव. तादृशानि वाक्यानि पाणिनि सूत्रविषये सूत्रविषये अस्ति. यानि पदानि न उक्तानि, पदानि किं न उक्तवती, पूर्वतनसूत्रे अस्ति. तानि अहम् अवगन्तुं शक्नोमि. महोदय सम्यक् अस्ति वा? न, सम्यक् अस्ति, सम्यक् अस्ति, वदतु सम्यक्. परन्तु एकः संशयः अस्ति महोदय. पूर्वतनवाक्ये चतुश्चत्वारिसहस्रसूत्रेषु अपि अस्ति. किं किम् अहं पश्यामि, कथम् अस्ति पुनः पूर्वतन पूर्वतनवाक्यं किं वाक्यमहं कथं जानीमः, कथं जानीमः, अग्रे पठेमः वयं सर्वं, तत् स्पष्टं भविष्यति. इदानीं चिन्ता नास्ति, परन्तु अनुवृत्तिः इत्युक्ते किम् इत्येव तत्र प्रश्नः. अत्र अहम् आपणं गच्छामि इति अस्ति एकः एकं वाक्यं. तदनन्तरम् अहमपि, तत्र अहमपि इत्युक्ते किम्? अहमपि आपणं गच्छामि, अहमपि आपणं गच्छामि इति अर्थः भविष्यति खलु. परन्तु तत्र अहमपि इति वा पदद्वयमेव अस्ति. इदानीम् आपणं गच्छामि इति नूतनपदद्वयं कुतः आगतः इति प्रश्नः आगच्छति चेत् तत्र पूर्ववाक्यं, तत्र सन्दर्भम् अनुसृत्य पूर्ववाक्यं किम्? अहम् आपणं गच्छामि इति एकं वदति, अन्यः इति एकः वदति, अन्यः अहम् अपि इति वदति चेत् तत्र अहमपि आपणं गच्छामि इति अर्थः तत्र अस्माकं मनसि एव अस्ति खलु तत्र. तथापि वयं तस्य अर्थः पूरयामः मनसि. कथम् इदानीम् अर्थपूरणं तु पाणिनिः अपि तथा करोति. किमर्थं तत्र अहमपि इति पदद्वयमेव अस्ति, नो पद आपणं गच्छामि इति पदद्वयस्य इदानीं सः किञ्चित् लाघवं कृतवान् खलु. तत्र आपणं गच्छामि इति पदद्वयं तस्य उपयोगः नास्ति, तदर्थं किञ्चित् सूत्रं तु लघु भवति. तथा अहमपि लघुसूत्रम् एव अस्ति तत्र, तथा पदद्वयमस्ति. ते अत्र आपणं गच्छामि इति भागः अनुवृत्तिः इति वदामः. अहमपि आवृत्तिः इति भवति महोदय, न अहमपि इति सूत्रं, तत्र अनुवृत्तिसहितसूत्रमिति अहमपि आपणं गच्छामि इति. तत्र आपणं गच्छामि इति पदद्वयं तु अनुवृत्तिः इति उच्यते. वयं पूर्णं कृतवन्तः खलु. मनसि किं वाक्यमहं मनसि अभवत् तथैव वाक्यम् अनुवृत्तिः इति भवति महोदय. आं सत्यं, अग्रिमे पठेम महोदय. पठतु, प्रश्नः अस्ति वा? कृपया पठतु. इको यणचि इति सूत्रं वा इको यणचि संहितायां सूत्रं वा? सूत्रं संहितायाम् अनुवृत्तिः वा? संहितायाम् इति अनुवृत्तिः, तत्र इको यणचि इति सूत्रं संहितायाम् इति अनुवृत्तिः, इको यणचि संहितायाम् इति अनुवृत्तिसहितसूत्रम् इति उच्यते. किन्तु संहितायां कुतः आगच्छति? पश्यामः एकवारम्, अधः अति अस्ति, अत्र क्रमेण गच्छामः. अस्तु, कृपया वद, पठतु भगिनि. सूत्रे अधिकारः केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषु अग्रिमसूत्रेषु. अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम् उपविशन्ति. अर्थस्य पूरणार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते. अनुवृत्तिः सहितसूत्रं सूत्रं वाक्यरूपेण दीयते. याः अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते. अत्र अधिकार सूत्रे अधिकारः इति अस्ति खलु, किञ्चित् वदामि, वदतु महोदय, अहं न जानामि किञ्चित् कथमस्ति इदानीम् अत्र. अस्तु, सूत्रे अधिकारः इति अस्ति, तत्र अधिकारः इति एकं सूत्रमेव अस्ति, तत् अधिकारसूत्रः इति उच्यते. इत्युक्ते सूत्रसम्पूर्णं अग्रे अनुवृत्तिसहितम् अनुवृत्तिरूपेण गच्छति. इदानीं संहितायाम् इति अधिकारसूत्रमस्ति, तत्र सूत्रं सर्वं सूत्रम् एव अधि संहितायाम् इत्येव सूत्रम् एक एकपदमेव सूत्रं तद् अनुवृत्तिस अनुवृत्तिरूपेण गच्छति बहुषु सूत्रेषु तर्हि तस्य अधिकारसूत्रम् इति भव इति तस्य नाम सूत्रम् अनुवृत्ति सूत्रं सर्वम् अनुवृत्तिरूपेण गच्छति तदर्थं तत् सूत्रम् अधिकारसूत्रम् इति उच्यते अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूरणार्थम् उपविशति इत्युक्ते सूत्रं तत् सूत्रम् अत्र बहुषु सूत्रेषु गच्छति अपि च अर्थपूरणार्थं भविष्यति तद् अधिकारसूत्रम् इति वदामः तस्य कार्यं किमपि नास्ति इको एनचि इति कार्यं किमपि करोति सन्धिकार्यं करोति खलु परन्तु संहितायाम् इति अधिकारसूत्रं किमपि कार्यं न करोति अनुवृत्ति एव केवलम् अनुवृत्ति अर्थम् अस्ति तत् इदानीम् अवगतम् आन् भगिनि कृपया अहं किञ्चित् न अवगच्छामि प्रथम पूर्वं वयं किं कृतवन्तः विभक्ति दृष्टवन्तः प्रथमभागः अहम् अवगच्छामि द्वितीयभागः किं करोमि अत्र द्वितीयभागम् इत्युक्ते व्याख्यानस्य आकृतिः व्याख्यस्य आकृतिः किम् इत्युक्ते ओके अस्तु व्याख्यानस्य आकृतिः इत्युक्ते अत्र व्याख्यानं सूत्रमेकमस्ति तस्य व्याख्यानम् इत्युक्ते तस्य अर्थः विवरणं सर्वं तस्य किञ्चित् एलाबरेशन् इति वदामः सूत्रं तु किञ्चित् लघु अस्ति खलु तस्य किञ्चित् विवरणं दातव्यं तत्र विवरणेषु बहवः अंशाः सन्ति एकं सूत्रस्य अर्थः सूत्रस्य अर्थः कः इति ईकोणचि इत्युक्ते किं करोति अर्थः अपि च समासानां विग्रहवाक्यं तत्र समासः अस्ति समासस्य तत्रापि विवरणं दातव्यं खलु अहम् उक्तवान् शिवधनुः इति शिवस्य धनुः इति वक्तव्यं तदनन्तरं सूत्रे पदानां विभक्तयः इदानीं सूत्रे पदानां विभक्तिः वदामश्चेत् अहं जानामि इदानीं इक् इको यणचि इत्युक्ते इक् षष्टिः अस्ति स्थाने अस्ति अचि इति परे अस्ति तद् पूर्वं तत्सर्वं कार्यं कुत्र भविष्यति इति सर्वं सूत्राणां विभक्तिः विभक्तयः दत्तः अपि च सूत्रे अनुवृत्तिः अनुवृत्तिविषयमेव इदानीं वयं चर्चां कुर्मः अनुवृत्तिः इत्युक्ते किम् इत्युक्ते अहम् अनुवृत्तिः इत्युक्ते इदानीं चिन्तयतु अहम् आपणं गच्छामि इति रामः वदति अवगच्छति अवगतवती अहम् आपणं गच्छामि इत्युक्ते किं किं वदति सः अवगच्छति खलु अहं रामः वदति श्यामः अथवा रामः वदति अहम् आपणं गच्छामि श्यामः अपि वदति अहमपि अहमपि इत्युक्ते सः लघुवाक्यं वदति परन्तु सः किं वक्तुम् इच्छति अहमपि आपणं गच्छामि इति तस्य मनसि अस्ति तर्हि तत्र आपणं गच्छामि इति पदम् इति पदद्वयम् अनुवृत्तिः अनुवृत्तिः इत्युक्ते तस्य किमपि तस्य पुनः न वक् तत् पदद्वयं परन्तु अर्थं तु अवगच्छामः एव तर्हि इदानीं चिन्तयति इको यणचि इति अस्ति तत्र सूत्रमस्ति इको यणचि परन्तु संहितायाम् इति अनुवृत्तिः आगच्छति वयं पश्यामः परन्तु अनुवृत्तिः इत्युक्ते तावदेव इदानीं कः कश्चन किमपि सूत्रम् अनुवृत्ति अर्थम् एव अस्ति किमपि संहितायाम् इति एकसंहितायाम् इति एकं सूत्रमस्ति तत्तु अनुवृत्तिः, तस्य कार्यं किमस्ति, अनुवृत्तिरूपेण गच्छति, तदेव तस्य कार्यं, किमपि अन्यकार्यं नास्ति. तत् सूत्रम् अधिकारसूत्रम् इति वदामः. अधिकारे इदानीं केषाञ्चित् विशिष्टसूत्राणां पूर्णरीत्या अनुवृत्तिः भवति, पूर्णं अनुवृत्तिः भवति. तत्सूत्रं वदतु. अत्र तु उदाहरणम् अस्ति खलु, अहम् आपणं गच्छामि, अग्रिमे सूत्रे अस्ति अहम् अपि, अहम् आपणं गच्छामि अधिकारसूत्र नास्ति, यतः आपणं गच्छामि एव अग्रे गच्छति, अहं न गच्छति. सम्यक् वा? सम्यक्, बहु सम्यक्, सम्यक् सम्यक् अवगतवती भवती. धन्यवादः. तर्हि अधिकारसूत्रम् एवम् अस्ति. तदनन्तरं पठति वा भगिनी वंशीजा भगिनी? महोदय, सूत्रे अधिकार इत्युक्ते सम्पूर्णसूत्रं, सर्वे सूत्राणि आगच्छन्ति, तदर्थं महोदय. आम्, अत्र सम्पूर्णसूत्रं संहितायाम् इति सूत्रम् अधिकारसूत्रम् अस्ति. उदाहरणम् आम् अस्तु. अनुवृत्तिसहितसूत्रं, सूत्रं वाक्यरूपेण दीयते, याः अनुवृत्तयः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते. इदानीम् अत्र दत्तं कानिचन पदानि सूत्रे आगच्छन्ति, अधिकारसूत्रं अथवा कानिचन पदानि सूत्रे मध्ये आगच्छन्ति, तद् अनुवृत्तिसहितसूत्रं महोदय. तद् अनुवृत्तिसहितसूत्रं, सत्यम्. अपि च तस्य अनुवृत्तिसहितसूत्रम् इत्युक्ते सूत्राणि एकमेव सूत्रात् एकस्मात् सूत्रात् एव आगच्छति इति न, बहुभ्यः सूत्रेभ्यः आगन्तुं शक्नोति अनुवृत्तिः. इदानीम् एकस्मात् सूत्रात् एकं पदम् आगच्छति, अन्यस्मात् सूत्रात् अन्यपदम् आगच्छति, तत्सर्वं सङ्गृह्य वयं किमपि वाक्यम्, अर्थपूर्वकं वाक्यं रचनीयम्. सः अनुवृत्तिसहितसूत्रम् इति तद् अनुवृत्तिसहितसूत्रम् इति उच्यते. इदानीं बहूनि पदानि आगच्छन्ति, तदनन्तरं वयं तु किञ्चित् वाक्यरूपेण वदामः. इदानीम् अग्रे स्पष्टं भविष्यति, उदाहरणम् अस्ति. उदाहरणम् इदानीं स्पष्टं किम् आन् भगिनि? किञ्चित् स्पष्टम् अस्तु. उदाहरणात् अनन्तरं आगच्छामः. उदाहरणं पठति चेत् सम्यक् भवति. भवती एव पठतु सर्वंसी भगिनि. उदाहरणं यन् सन्धिः, यदि योगः अपि ई परिवर्तन य यद्यपि इको यनचि, इकः स्थाने यन् आदेशः भवति अचि परे संहितायां विषये, इकः षष्ट्यान्तं, यन् प्रथमान्तम्, अचि सप्तमान्तम्, त्रिपदमिदं सूत्रं संहितायाम् इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् इकः यण् अचि संहितायाम्. अत्र अस्ति खलु, अत्र प्रथमम् इको यणचि इति सूत्रस्य प्रथमम् अंशः किम्? अत्र सूत्रस्य अर्थः उच्यते प्रथमं. सूत्रस्य अर्थः, इकः स्थाने यण् आदेशः भवति अचि परे संहितायां विषये, सः एव सूत्रस्य अर्थः. एतत् स्पष्टं खलु? तदनन्तरं किम् अस्ति? समासानां विग्रहवाक्यम्. अत्र समासः एव नास्ति, किमपि समासः नास्ति तत्र, तदर्थं समासस्य विषयं नास्ति. सूत्रे पदानां विभक्तयः, तृतीयं सूत्रे पदानां विभक्तयः, एकैकं पदं स्वीकृत्य विभक्तिः वदति. इकः षष्ट्यन्तं, यन् यन् प्रथमान्तम्, यन् प्रथमान्तम्, अचि सप्तमान्तम्, सत्यमन्तं तर्हि त्रिपदम् इदं सूत्रम् इति उच्यते. अत्र सूत्रे पदत्रयमस्ति, तदनन्तरं त्रिपदम् इदं सूत्रम्, इदं सूत्रं त्रिपदम्. तदनन्तरं सूत्रस्य अनुवृत्तिः, अनुवृत्तिः कुत्र कुत्र आगच्छति इति, तद् इकोयनचि इति सूत्रं कुत्र अस्ति तत्र सङ्ख्यां पश्यतु. तत्र षष्टमाध्याये प्रथमपादे तत्र षट् अशीति सप्तम्य षट् षट् सप्तम्य 76 तत्र अस्ति संहितायाम् इति सूत्रं कुत्र अस्ति, एकसप्ततिः 71 ततः आगच्छति अनुवृत्तिः. भगिनि इदानीम् अवगतं वा? अवगच्छामि. के पुस्तके सूत्राणि एतानि सूत्राणि के पुस्तके एतानि सूत्राणि तत्र अस्ति, अहम् ईमेल् मध्ये अस्ति खलु पाणिनि एतत् पुस्तकम् अस्ति मम जस्ट् सूत्र तत्र. आमाम् आम्, तत्र गच्छति चेत् तथा आगच्छति, अत्र सूत्राणि सङ्ख्याम् अस्ति, बहूनि सूत्राणि सन्ति, बहूनि सूत्राणि सन्ति. संहितायाम् इत्यस्य परन्तु तद् सूत्रम् अधिकारसूत्रमस्ति संहितायाम् इति. इदानीम् अनुवृत्तिसहितसूत्रम् इकः यण् अचि संहितायाम् इति. किन्तु संहितायां पदं नो चेत् सूत्रः आगच्छति इति कथं ज्ञातव्यम्? कथं ज्ञातं तत् सर्वं व्याख्यातः अथवा किञ्चित् परम्परया आगच्छति, गुरुपरम्परया. सूत्रमेव नाम इको एनचि महोदय, इति सूत्रं संहितायाम् इति अर्थम् अनुवृत्तिः, अहं मनसि स्मरामि अनुवृत्तिः. संहितायां किम् इत्युक्ते, संहितायाम् इत्युक्ते क्लोस् बै प्राक्सिमिटि, प्राक्सिमिटि इति अर्थः. किन्तु महोदय तोष्णश्चुः तस्मिन् सूत्रे अपि संहितायाम् अनुवृत्तिः भवति, किन्तु तत् सूत्रं संख्या पश्यति चेत् संहितायां किं नास्ति. अष्टमे अध्याये अपि तत्र संहितायाम् इति अधिकारद्वयमस्ति, संहितायाम् इति सूत्रद्वयमस्ति, तथा तद् सः स्थल स्थापयति पाणिनिः. अस्तु, वंशी भगिनी भवती पठति वा उपरितने? उपरितने व्याख्याने क्रमेण सूत्रार्थम् अस्ति, समासस्य अभावत् समासविवरण नास्ति, पदानां विभक्तेः दत्ताः सूत्रे अनुवृत्तिः नास्ति, अधिकारः अस्ति, अनुवृत्तिसहितसूत्रम् अन्ते वर्तते, अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति, अतः अस्मिन् वाक्ये अधिकारः अपि अन्तर्गतः. समासपदम् अभवत् इति अभावात् इत्यर्थम् अभावात् नास्ति नास्ति नास्ति समासविवरणं नास्ति, पदानां विभक्तिः अस्ति, सूत्रे अनुवृत्तिः नास्ति, अनुवृत्तिः नास्ति, अनुवृत्तिः नास्ति परन्तु सूत्रमेव अस्ति, परन्तु तत्र अनुवृत्तिः इति अधिकारः अपि अनुवृत्तिः एव, परन्तु सः अधिकार अनुवृत्तिः अपि च साधारण अनुवृत्त्यः भेदः अत्र अस्ति किञ्चित्, परन्तु अनुवृत्ति अधिकारः अपि अनुवृत्तिः एव खलु? अधिक आम् आम् अधिकारः इत्युक्ते सम्पूर्णसूत्रम् आगच्छन्ति, अनुवृत्ति कानिचन पदानि यानि अधिकारसूत्रं सर्वे अपि आगच्छन्ति. सो अधिकारसूत्रम् अनुवृत्ति एव, इट् इस् अ पार्ट् आफ् अनुवृत्तिसूत्रं महोदय. आम् आम् सत्यं, सब्सेट् अस्ति, सब्सेट् आम् आम् अनुवृत्ति नास्ति, अधिकारः अस्ति, अनुवृत्तिसहितसूत्रम् अन्ते वर्तते. अत्र अनुवृत्तिः नास्ति परन्तु अधिकारः अस्ति, भेदः अस्ति अत्र अनुवृत्तिः, तदेव उक्तवान् खलु, तदेव पुनः पुनः तदेव वक्तुम्, अधिकारः अपि अन्तर्गते, अधिकारः अपि अन्तर्गतम् अस्ति संहितायाम् इति अधिकारः सूत्रं खलु, तद् सम्पूर्णसूत्रं नाम अनुवृत्तिसहितसूत्रम् एव दत्तम् इदानीम्. सम्यक् महोदय, सम्यक् सम्यक्. अग्रे अग्रे यदि योगः अपि ई परिवर्तनं या, यद्यपि अत्र इकारः इक् प्रत्याहारे अस्ति, यकारः यन् प्रत्याहारे अस्ति, सूत्रे इक् षष्ठीविभक्तौ अस्ति, अतः तस्य स्थाने कार्यं भवति यन् प्रथमाविभक्तौ अस्ति, अतः सः यकारः आदेशरूपेण इकारस्य स्थाने आयाति, अच् सप्तमीविभक्तौ अस्ति, अतः अपि शब्दस्य अकारात् पूर्वं कार्यं भवति, कार्यं किम्? ई स्थाने य आदेशः. इदानीम् अहं जानीमः महोदय, यदि अपि सन्धिः अभवत् चेत् ई स्थाने या आगच्छति, इको एनचि सूत्रे प्रकारेण ई स्थाने या अभवत्, इदानीं कार्यम् आदेशः कार्यम् अस्ति, अच् इको एनचि अचि अचि सप्तविभक्ते अस्ति चेत् पूर्वमेव कार्यम् अभवत्, आदेशः कार्यं यन् इत्युक्ते प्रथमाविभक्ति एव, आदेशः अस्ति चेत् आदेशः कार्यं भविष्यति महोदय. उत्तमं, तर्हि अत्र इको एनचि इति कार्यं संहितायाम् इको यण् अचि संहितायाम् इति सूत्रं अनुमतिसहितसूत्रम् उपयुज्य इक् स्थाने यण् अचि परे संहितायाम् इति अस्ति, तर्हि इक् इति ई ऊ ऋ ल इति अस्ति, यण् इति यवरल, तत्र एकैकस्य एकैक ऊ स्थाने व ऋ स्थाने र ल स्थाने ळ इति आगच्छति, तर्हि ई स्थाने आगच्छति यद् यपि आगच्छति, यद्यपि यद् योगः योगः अपि यद्यपि आगच्छति. इदानीं सूत्रम् अवगतं अवगतं महोदय, उत्तमं. कुतः प्राप्तव्यं व्याख्यानमपि अष्टाध्यायी पुस्तके अस्ति किम्? नास्ति, अत्र सूत्रपाठे नास्ति, परन्तु व्याख्यानानि अनेकानि सन्ति, तर्हि तत्र द्रष्टव्यं सूत्रस्य व्याख्यानं लिखितं, सूत्रः सूत्रकारः पाणिनिः, तत्र भाष्यमपि अस्ति पतञ्जलि महाभाष्यमिति उच्यते, तत्सर्वम् अस्ति, ततः अवगन्तव्यम्. आन् भगिनी भवती अवगतवती किं? किञ्चित्. अस्तु, अस्तु, अत्र उदाहरणं अस्ति खलु, तत्र एकैकं सूत्रस्य अर्थः पदानां विभक्तयः अपि च अधिकारसूत्रम् अनुवृत्तिसहितसूत्रम् इति चत्वारः अंशाः. इदानीम् अग्रे वंशी भगिनी करोतु. पाणिनीयसूत्राणि षड् विधानि, संज्ञा च परिभाषा च विधिर्नियमम् एव च अतिदेशोऽधिककारस्य षड्विधं सूत्रलक्षणं संज्ञासूत्रं येन नामकरणं क्रियते सुप्तिङ्गन्तपदम्. परिभाषासूत्रं यत्र नियमं नास्ति एतादृशं सूत्रम् आगत्य नियमयति स्थानेन्तरतरं तमः. संज्ञासूत्रम् इत्युक्ते नामकरणमस्ति चेत् सुप्तिङ्गन्तपदम् इति वक्तुं शक्यते महोदय? तत्र उदाहरणमस्ति सुप्तिङ्गन्तं पदम् इति उदाहरणं, तर्हि तत् संज्ञासूत्रस्य उदाहरणम् अस्ति. तत्र पाणिनीयसूत्राणि षड्विधानि, तत्र किमपि श्लोकरूपेण अस्ति, संज्ञा, परिभाषा, विधिः, नियमः, अपि च आदेशः, अपि च अधिकारः इति षड्विधानि सूत्राणि. तर्हि एकैकस्य उदाहरणं तत्र दत्तमस्ति. संज्ञासूत्रं, संज्ञासूत्रम् इत्युक्ते किं? केवलं नामकरणं क्रियते तत्र सुप्तिङ्गन्तं पदं, तत्र नामं पदम् इति नूतननाम पदम् इत्युक्ते किं? तत्र सुप्तिङ्गन्तं पदम् तिङन्तं पदं सर्वाणि क्रियापदानि महोदय. किं पठति? तिङन्तं पदम् इत्युक्ते क्रियापदानि. आम्, संहितायां संज्ञासूत्रं किम्? न, तद् अधिकारसूत्रम् अन्ते अस्ति खलु. किन्तु संज्ञासूत्रम् अपि खलु न संहितायाम् इति किं? तत्र संहिता इत्यस्य नामकरणं नास्ति खलु. तत्र संहितायाम् इति किमपि संज्ञा नास्ति तत्र. तत्र संज्ञा सर्वदा, नामकरणं सर्वदा एकवचने भवति इति पूर्वम् उक्तं खलु. परन्तु संहितायाम् इति सप्तम्याम् अस्ति, सप्तमी विभक्ति संहितायाम् इति. सुप्तिनन्तं पदं संहितायां सुबन्तं किम्? कुत्र? संहितायां नास्ति खलु. तत्र सुप् अन्तम् अथवा तिङ्गन्तं पदम् इति उच्यते. सुबन्तं पदं, तिङ्गन्तं पदं, तत्र तस्य नाम सुबन्तम् अस्ति, तस्य पदम् इति नाम, नूतन नाम, नूतनं नाम. प्रातिपदिका, प्रातिपदिकानि एव वा? प्रातिपदिकानि पदं नास्ति. प्रातिपदिकात् किमपि सुप् अन्तः अस्ति खलु, रामः इति अस्ति. सुप् अन्तं, सुबन्त सुबन्तं भवति. रामः सुबन्तं पदम्. आम्, किन्तु प्रथमाविभक्ति. परन्तु तद् प्रथमाविभक्ति, तद् अनन्तरं. परन्तु पदं, तद् पदमस्ति. रामम् अपि सुबन्त. रामं पदमस्ति, रामेण पदमस्ति, रामस्य सुबन्तं पदं, तत् सर्वं पदं. तर्हि संहितायां किमर्थं सुबन्तं नास्ति? ओ, संहितायाम् इति तद् तत् पदं स्वीकरोति चेत् तद् पदमेव. आम्, परन्तु तत् सूत्रं तु संज्ञासूत्रं नास्ति. संहितायाम् इति एकं सूत्रमस्ति, तत् पद संज्ञासूत्रं नास्ति. किन्तु भवितुम् अर्हति खलु? न भवितुम् अर्हति, तदेव वदामि. संज्ञासूत्रे नामकरणम् उच्यते, नामकरणं क्रियते, परन्तु नामकरणं प्रथमविभक्त्यामेव भवितुमर्हति खलु. पदम् इति सुप्तिङ्गन्तम् इति प्रथमविभक्त्याम् अस्ति, पदम् इति प्रथमविभक्त्याम् अस्ति, परन्तु संहितायाम् इति सप्तमविभक्त्याम् अस्ति. अस्तु, सो गोयिङ्ग् बेक् टु द प्रथमाविभक्ति, षष्टिविभक्ति, सप्तमी विभक्ति, नामकरणं प्रथमविभक्ति एव. आम्, अस्तु अस्तु, धन्यवादः, इदानीम् अवगतम्. अस्तु, धन्यवादः. अनन्तरं परिभाषासूत्रम् इति अस्ति. परिभाषासूत्रम् इत्युक्ते सः किमपि कार्यं न करोति, परन्तु अन्यसूत्रस्य साहाय्यं करोति कथं कार्यं करणीयम् इति. यत्र नियमः नास्ति एतादृशं सूत्रम् आगत्य नियमयति इति, तत्र अन्यसूत्रस्य कार्यं कथं कर्तव्यम् इति एषः एतत् सूत्रं किञ्चित् वदति किं कथं करणीयं कार्यम् इति. अग्रे पश्यामः, यत्र स्थानान्तरतमः इति सूत्रम् अत्र दत्तमस्ति, परन्तु तस्य अर्थः न जानीमः खलु, परन्तु चिन्ता नास्ति. विधिसूत्रं येन कार्यं विधीयते इको यणचि. विधिसूत्रम् अनेके सूत्राणि एव सन्ति अनेकानि, तत्रैव कार्यं तदेव कार्यं करोति सः तत् सूत्रमेव. इदानीम् इको यणचि इति सन्धिकार्यं करोति खलु, यन् सन्धिकार्यं तद् विधिसूत्रं, किमपि विधि भवति तत्र. नियमसूत्रम् येन पूर्वात् विद्यमानं नियमं सीमिते भवेत् सीमितो भवेत् क्षम्यतां राष्ट्रस्य आम् आं महोदय. अहं वदामि अत्र येन पूर्वात् विद्यमान नियमः सीमितो भवति. तत्र किञ्चित् एतद् नियमसूत्रमिति किञ्चित् सूक्ष्मतया अवगन्तव्यम्. इदानीम् अत्र चर्चा मास्तु, इत्युक्ते यदि भवत्यः अग्रे पठन्ति तस्य विवरणं तु सम्यक् स्पष्टता भवति. तदर्थम् अत्र नियमसूत्रम् इत्युक्ते किमपि अन्यसूत्रम् आसीत्, सः किमपि वदति, परन्तु तस्य सूत्रस्य एव किञ्चित् अन्य सीमा स्थापयति, कन्स्ट्रेण्ट्स् इति नियमसूत्रः. इदानीं तत् अत्र तु किञ्चित् स्पष्टं नास्ति, यतोहि यदा सूत्रं पठन्ति तदा एव सम्यक् अवगच्छन्ति. तदर्थम् अपि च अतिदेशसूत्रं येन कश्चित् शब्दस्वरूपस्य स्वभावः परिवर्तेत् सार्वधातुकमपित् इति सूत्रेण यः तिङ् नास्ति सः तिङ्गत्वं तिद्धत्वं स्यात्. ओके, इति सूत्रेण यः ङित् नास्ति सः ङिद्वद् स्यात्. तर्हि तत्र इत्युक्ते शब्दस्य स्वरूपस्य स्वभावः परिवर्तते, स्वभावः इदानीं सर्वेषां शब्दानां कश्चन स्वरूपः भवितुमर्हति. स्वरूपः इत्युक्ते अकारान्तम् इति चिन्तयतु, तत्र तस्य स्वरूपमस्ति अकारान्तः, इकारान्तः इति, अपि च अकारादि, ईकारादि, अपि च ककारादि इति सर्वं तस्य स्वरूपम् अस्ति. परन्तु यदि कुत्रचित् स्वरूपं परिवर्तनं भवति स्वरूपस्य, सार्गधातुकमपि इति कश्चन ङित् इति अस्ति, ङित् इत्युक्ते ङकारः इत् अस्ति, तद् ङकारः वर्णः अस्ति खलु, तद् इत् संज्ञा इत् इति भवति. उदाहरणम् अग्रे पश्याम अग्रे, परन्तु अत्र ङित् इति चिन्तयतु, तस्य ङित्वत् भवत् तस्य नूतनं किमपि स्वभावः तत् धर्मः आरोप्यते तत्र. अधिकारसूत्रं यस्य अनुवृत्तिः भवति बहुषु सूत्रेषु संहितायां, तत्र अधिकारसूत्रं तु वयं जानीमः सर्वसम्यक् जानीमः. तदेव महोदय. एवं कुत्र किमपि अस्ति वा अन्य प्रश्नः अथवा अग्रे सरेम? इच्छामि पूर्वम् अहं पठितवन्तः रैट्, रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहम् अपि. सो आपणं गच्छामि अनुवृत्तिः अस्ति. इदानीं तु सीता वदति अहं शालां, तदपि सम्यक् वा? इदानीं तु गच्छामि शब्दस्य अनुवृत्तिः स्यात्, तथा भवितुमर्हति. परन्तु तत्र किञ्चित् यः यदुदाहरणं भवति उत्प्रति, तत्र किञ्चित् क्लेशः अस्ति. अहम् आपणम् इति किं कोऽपि न वदति, परन्तु अहमपि इति वदति. चिन्ता नास्ति, परन्तु भवत्याः उदाहरणं सम्यगेव. भिन्नभिन्न शब्दस्य अनुवृत्तिः भवितुम् अर्हति. आमां, सत्यम् अस्तु. महोदय, अमुखवर्णस्य किं महोदय, अमुखवर्णस्य अर्थः? अमुखवर्णस्य इत्युक्ते यद् इदानीं किं वर्णम् अस्ति तस्य, इदानीं किमपि वर्णस्य चर्चां कुर्मः खलु. इको यणचि इत्युक्ते यद् यदि अपि इति, तत्र इकारस्य अन्तिम इकारस्य एव इदानीं चर्चा अस्ति, सः अमुकवर्णः. अमुकवर्णः इत्युक्ते द वन् विच् इस् बीङ्ग् डिस्कस् नौ, तर्हि तथा काण्टेक्स् मध्ये किमपि. अस्तु, निमित्तम् इति अन्यं करपत्रं स्वीकुर्मः. भगिनी, अमुखं कुत्र अस्ति? अमुखवर्णः इदानीम् आदेशः इति पाणिनीसूत्रे पठति इति द्वितीयपुटे भगिनी, पाणिनीयसूत्राणां पद्धतिः. अस्तु, तत् निमित्तम् इति करपत्रं पठामः वा? अस्तु महोदय. निमित्तं, निमित्तम् इति विषये कश्चन विचारः अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. यदा वदामः यत् सूत्रे किञ्चन पदं, कश्चन वर्णः, कश्चन प्रत्याहारः सप्तमी विभक्तौ अस्ति, तदा पूर्वकार्यम् इति उच्यते. नाम यत् पदं सप्तमी विभक्तौ तत् परम् अनन्तरम् अस्ति, अपि च तत् कार्यस्य निमित्तं, कारणं, निमित्तस्य अभावे कार्यं न भविष्यति. इको यणचि अचि सप्तमी विभक्तौ, अच् वर्णः परं, कार्यं पूर्वं. कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति. यदि योगः अपि यद्यपि अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किम्? नैव. अतः सः अकारः कार्यस्य निमित्तं, कार्यात् परम् अच् वर्णः नास्ति चेत् कार्यम् ई परिवर्तनं या न भवति. यदि अत्र केवलं यदि इति पदम् अस्ति चेत् ई परिवर्तनं या इति कार्यं भवति वा? न भवति किल. निमित्तस्य अभावे यदि यथावत् तिष्ठन्ति. तत्र किं किमुक्तं सुमन् भगिनी, भवती वदति वा किम्? यत् पदं सप्तमी विभक्तौ अस्ति, तत् निमित्तं तस्य सारि तेन विना यदि शब्दस्य परिवर्तनं न भवति. उत्तमं. तर्हि सप्तमी विभक्तौ किम् अस्ति, तदेव निमित्तम् इति उच्यते. नूतनं नाम इदानीं निमित्तम् इति. निमित्तम् इत्युक्ते तदा इको यण अचि इति अस्ति. यद् अचि परे एव तदा भवति इति अर्थः. तत्र कारणम् अस्ति. इको यणचि इत्यस्य कार्यं यण् सन्धि कार्यं कदा भवति इत्युक्ते अच् परे. इत्युक्ते परवर्णस्य अच् नास्ति चेत्, इदानीं स्वर नास्ति चेत् तस्य परिवर्तनमेव न भविष्यति इति अर्थः तत्र. आम् तदेव निमित्तम् इति सप्तमे विभक्तौ अस्ति इति अत्र अवगतम्. आन् भगिनि महोदय, एकः प्रश्नः. इको अनचि सप्तमविभक्ति अच् भवि अभवत्, परन्तु स्योः स्नुच शुचुः अत्र सप्तविभक्ति पदं न गच्छ अस्ति, परन्तु परिवर्तनम् अभवत् महोदय. परन्तु तत्र तृतीया इति उक्तं खलु. तृतीया इत्युक्ते परे अपि अपि च पूर्वमपि इति अर्थः. तत्र निमित्तम् अस्ति स्छु इति किमपि. निमित्तं किम् इत्युक्ते अत्र निमित्तम् इत्युक्ते कारणम् इति अर्थः. किमर्थं परिवर्तनं भवति तत्? निमित्तम् इत्यस्य अर्थः कारणम् इति. शुना एव निमित्तमेव महोदय. आमाम् आम् शुना एव निमित्तम्. तृतीया खलु? अस्तु, तर्हि अत्र अचि इति चेत् परिवर्तनं न भवति एव इति एव ट्रिगर् भवति. निमित्तम् एतस्य एतस्य कार्यस्य निमित्तं भवति, कारणं भवति. अस्तु, अग्रे पठतु भगिनि. पञ्चमे विभक्तौ अस्ति, तदा परकार्यम् इति उच्यते. नाम यत् पदं पञ्चमे विभक्तौ तत् पूर्वम् अस्ति, अपि च तत् कार्यस्य निमित्तं कारणं. निमित्तस्य अभावे कार्यं न भविष्यति. पञ्चविभक्तौ पदमस्ति चेत् परकार्यम् अनन्तरकार्यम् अभवत्, अपि च तत् कार्यस्य निमित्तं निमित्तस्य अभावे कार्यं न भविष्यति. पञ्चमे पदम् अस्ति चेत् कार्यम् अनन्तरं भविष्यति. तदेव सत्यम्, अनन्तरं भविष्यति, परे भविष्यति, तस्य परे. तस्य परे रसाभ्यां नो नः समानपदे, एकस्मिन् पदे पूर्वं रेफः अथवा शकारः अस्ति चेत्, अपि च तस्मिन् एव पदे परं नकारः अस्ति चेत्, तर्हि नकारस्य स्थाने णकारादेशः भवति. रः च शः च रषौ इतरेतरद्वन्द्वसमासः ताभ्यां रसाभ्यां, रसाभ्यां पञ्चमन्तः नः षष्ट्यन्त नः प्रथमान्तम्. रामयोगः इन् रामेण रसाभ्यां नूनः समानपदे रामेण. अत्र रामस्य रेफः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारादेशः भविष्यति किम्? नैव. अतः सः रेफः कार्यस्य निमित्तं, कार्यात् पूर्वं रेफः शकारः च नास्ति चेत् कार्यं न परिवर्तनं न भवति. देवयोगः इन् देवयोग इना देवेन. अत्र देवशब्दे रेफः नास्ति. अस्यां दशायां नकारस्य स्थाने नकारः भवति वा? न भवति किल. निमित्तस्य अभावे देवेन यथावत् तिष्ठति. अत्र किमस्ति? रसाभ्यां नो नः समानपदे इत्युक्ते इदानीं सूत्रमेव रेफः फकारः या षकारः आगच्छति चेत् नकारः अणाकारः परिवर्तते. रषाभ्यां रषाभ्यां पञ्चमी विभक्त्यौ अस्ति. नोः नः षष्ट्या विभक्तिः, नः प्रथमा विभक्तिः अस्ति. पञ्चमीविभक्ति इत्युक्ते पदं पूर्वं या परं वा परिवर्तनं. पञ्चमीविभक्ति परकार्यम् अभवत्. षष्ठीविभक्तिस्थाने नकारः अभवत्. आदेशकार्यम् अभवत् अस्ति. रामः योगः इन् उदाहरणे रेफः आगच्छति चेत् नकारः स्थाने नकारः आगच्छति रामेण इति पदम् अस्तु महोदय. तत्र राम सप्तमी इव खलु रेफः षकारः निमित्तौ सन्ति सः निमित्तौ. तत्र रेफः षकारः एकैकः तु निमित्तमस्ति. एकैकं तु निमित्तमस्ति. रेपः च षकारः परन्तु तत् पूर्वम् अस्ति. रेपस्य अनन्तरम् अथवा षकारस्य अनन्तरं भवति चेत् नकारस्य णकारादेशः भवति. राम इति अस्ति, इन इति अस्ति. तत्र रामेण इति पूर्वं प्रथमं सन्धि कृत्वा रामेण इति, तदनन्तरं परन्तु रषाभ्यां नोणः समानपदे इति इत्यनेन तत्र नकारः अस्ति, तत्पूर्वं रेपः अस्ति, तदर्थं रामेण इति भवति. महोदय रषौ रः च शः च रषौ द्वे पदानि सन्ति समासः. तत् समासः, तद् समासः. रे पूर्वम् उक्तं खलु समासानां विग्रहवाक्यम्, अत्र रश्च शश्च रषौ इति विग्रहवाक्यम्. अथवा रा च श पदानि अस्ति चेत् रषाभ्यां सूत्रम् अस्ति. यदि द्वे रामः रामौ इत्युक्ते रा अथवा श आगच्छति चेत् पदेन परिवर्तनं वर्तते महोदय. आं सत्यं तथैव. रषाभ्याम् इति पञ्चमी द्विवचनमस्ति, तदर्थं रः च श च रषौ इति द्वितीय द्विवचनम् उक्तम्. रषाभ्यां पञ्चम्यन्तम् इति उक्तं. रषाभ्यां पञ्चम्यन्तं पश्चिमि द्विवचनम्. अत्र रषौ इति इतर इतर द्वन्द्वसमासः इति उक्तं खलु, तद् समासस्य विग्रहवाक्यं तत्. मातापितरौ इव वा? मातापितरौ इव. रः च शः च रषौ इतर इतर द्वन्द्वसमासः. ताभ्यां रषाभ्यां तत्र पञ्चमी अन्तम्. अत्र रष महेश्वरसूत्राणि अब्रीवियेशन् नास्ति नास्ति तत्र. तदर्थम् अत्र रष इति रष् इति प्रत्याहारः नास्ति, तत्र रषौ इति एव. आन् भगिनी अवगतम्? मम अर्थः किञ्चित् कष्टम्. परन्तु अत्र किञ्चित् किमपि अत्र निमित्तं पञ्चमीविभक्तौ अस्ति अथवा सप्तमीविभक्तौ अस्ति इति एव अत्र वार्ता भवति. नो चेत् तृतीया. नो चेत् तृतीया. आम् आम्. परन्तु इदानीमेव पञ्चमीविभक्ति एव रषाभ्यं महोदय. आम् आम् आम् आम्. देवेन इति पठतु, देवेन अत्रापि देवयोग इन् देवयोग इन देवेन, अत्र देवशब्दे रेफः नास्ति, अस्यां दशाना दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल, निमित्तस्य अभावे देवेन यथावत् तिष्ठति। इदानीमेव रेफः अथवा शकारः नास्ति, अर्थं देवेन पदेन यथा एव आगच्छति। पुष्पे प्लस् इन् अस्ति चेत् पुष्पेण भवति खलु, ऋतुशब्दनिमित्तम्। आमाम्, बहु सम्यक् अस्ति महोदय, उत्तमम् अस्ति, बहु विज्ञान वैज्ञानिकः अस्ति। अस्तु, अट्कुप्वाङ्ग् तदपि पठतु। कथं पठनीयं महोदय? अट्कुप्वाङ्ग् नुं व्यवाये अपि, अट्कुप्यान्वयेऽपि इत्येन रेफनकारयोः मध्ये स्वराः सन्ति चेदपि नत्वं भवति। अट् प्रत्याहारे ये वर्णाः कवर्गीयवर्णाः पवर्गीयवर्णाः आ इति उपसर्गः अनुस्वारः रेफनकारयोः मध्ये एते सन्ति चेदपि नत्वं भवति। तत्र अस्तु, तत्र सूत्रमस्ति अट् कुप् आङ् नुम् व्यवाये अपि इति, तत्र अट् पुनर्वदतु महोदय। अट् कुप् कुप् अट् कु पु आङ् कुपु आङ् तत्र इको एनचि इति सूत्रेण पु आङ् इत्यस्य प्वाङ्ग् इति अस्ति, अट् कु अट् कु पु आङ् नुम् व्यवाये अपि। अस्तु, तत्र अट् इति प्रत्याहारः, अट् इति प्रत्याहारे के के वर्णाः सन्ति? प्रत्याहारे आ इ उ ऋ लु ए ओ ए औ हय वर इत्युक्ते सर्वे स्वराः, अपि च हय वर इति। अस्तु, कु इत्युक्ते कवर्गीय व्यञ्जनानि, कवर्गीयव्यञ्जनानि के के के? क ख ग ग न अथवा पु प प भ भ म, अपि च आङ् इति कश्चन उपसर्गः, चिन्ता मास्तु, इत्युक्ते नुम् इति अनुस्वारः सूचयति। एतानि एते वर्णाः मध्ये सन्ति चेदपि तस्य रेप नकारः भवति इति अर्थः। अत्र रामेण इति चिन्तयतु, तत्र राम रेपः अस्ति, तदनन्तरं किमस्ति, संहितायां नास्ति, अत्र आकारः अस्ति, अत्र मकारः अस्ति, अकारः अस्ति, इकारः अस्ति, तदनन्तरं नकारः आगच्छति खलु। रेपः आकारः मकारः अकारः इकारः अस्ति। अत्र सूत्रं किं वदति? एते वर्णाः मध्ये सन्ति चेदपि नकारस्य नकारः भवति। तत्र अकारः मकारः अकारः इकारः सर्वे अट् कुप् अट् अट् अहम् उक्तवान् सर्वे स्वराः तु अट् प्रत्याहारे सन्ति, अपि च अत्र म इति अस्ति, म इति पवर्गे पवर्गीयव्यञ्जनः व्यञ्जनम्, तदर्थं राम इन इति सर्वं तत्र किमपि वर्णः कोऽपि वर्णः नास्ति यस्य यस्मिन् अत्र नकारस्य नकारः निषेधं करोति, इत्युक्ते सर्वे वर्णः आनुकूल्यवर्णः इति। महोदय किञ्चित् एकवारं वदतु महोदय। हा, अत्र किमस्ति रसाभ्यां नोनसमानपदे इति किं वदति? रेपः रेपः शकारः अस्ति चेत्, निमित्तम् अस्ति चेत्, तत् परं नकारः अस्ति चेत्, दन्त्यनकारः तदन तस्य नकारः अस्ति चेत्, तस्य नकारस्य णकारः भवति, तट डण इति नकारस्य नकारः इति परिवर्तनं भवति। इदानीं परन्तु प्रश्नः अस्ति रामेण इत्यस्य रेपः अस्ति प्रथमं रेपः तदनन्तरम् अस्ति वा नकारः नकारः नास्ति खलु तदनन्तरम् आवर्णः अस्ति तदनन्तरं म अस्ति तदनन्तरम् इ अस्ति तदनन्तरं सर्वम् अस्ति परन्तु अट् वाङ्नुं व्यवाये अपि इति सूत्रं किं वदति अट् वर्णः अस्ति चेत् अपि च क वर्णः मध्ये अस्ति चेत् प वर्णः मध्ये अस्ति चेत् अपि च आङ् नुम् इति सर्वे मध्ये सन्ति चेत् अपि तस्य नकारस्य णकारपरिवर्तनं भवति एव इति वदति अत्र तु तृतीया विभक्ति पञ्चमी विभक्ति सप्तमी विभक्ति किमपि नास्ति इत्युक्ते निमित्तं किमपि नास्ति किन्तु पूर्वं पठितवन्तः खलु एवम् अत्र अट्कुप् वाङ् व्यवाये अपि इति अस्ति खलु अपि इति शब्दः दशाभ्यां नूनसमानपदे इति सूत्रम् अनुवृत्तिसहितम् आगच्छति किन्तु षड्विधानि सूत्राणि सन्ति इति पठितवन्तः सत्यं तत्र विधिसूत्रमस्ति खलु तत् तदपि विधिसूत्रमेव अट्कुप्पाङ्गम् एव अपि रसाभ्यां स्वर्णसमानपदे अपि विधिसूत्रम् किन्तु कार्यं न विद्यते कार्यं प्रिवेण्ट् न करोति किन्तु कार्यं विद्यते न किमर्थं कार्यं विद्यते एव अट्कुप्पाङ्गम् एव अपि कार्यं करोतु इति अर्थः तस्य अस्तु इदानीं रसाभ्यां तत्र निमित्तं तदेव उक्तवान् रसाभ्याम् इति रसाभ्यां नोणः इति सूत्रात् अनुवृत्तिः आगच्छति तस्य सूत्रस्य सङ्ख्या का पश्यतु 841 इति खलु 841 842 रसाभ्यां नोणसमानपदे इति सूत्रस्य नशाभ्यां नोणः इति अनुवृत्तिः आगच्छति इदानीम् अनुवृत्तिसहितसूत्रं किं भवति अट्कुप्पाङ्गं वगाये अपि रसाभ्यां नोणः नोणसमानपदे तथा भविष्यति आधारसूत्रमस्ति अधिकारसूत्रं नास्ति तद् अधिकारसूत्रम् इव नास्ति यतोहि सः अपि कार्यं करोति तद् अधिकारसूत्रमपि वक्तुं शक्नुमः परन्तु अहं सम्यक् न जानामि परन्तु अधिकारसूत्रमेव अनुवृत्तिः सम्पूर्णम् अनुवृत्तिः भवति महोदय किञ्चित् एक उदाहरणं दत्तु महोदय कस्य राम इन इति राम योगः इन इति अस्ति खलु तदेव उदाहरणं पुष्पेन षकार अस्ति तदनन्तरं पकार प आगच्छति अ आगच्छति न अ न इ पुष्पेण एव तदा पुष्पयोगः इन इति भवति पुष् पकारः तदनन्तरं ए तत्र गुणसन्धिः भवति पुष्प इन पुष्पेण इति भवति तदनन्तरम् अट्कुप्वाङ्गं व्यवाये अपि इत्यनेन नकारस्य नकारः भवति इतोपि उदाहरणं रामायण रामायण आगच्छति म आगच्छति आ य सर्वे आगच्छन्ति किन्तु नकारस्य नकारः भवति स्पष्टं किम् आम् आं महोदय अस्तु अस्तु तर्हि न अत्र स्थगयामः वयं, यतोहि समयः अभावः, इतोपि किञ्चित् अनन्तरं पठामः. बहु सम्यक् पाठयति, बहु सम्यक् पाठयति महोदय. अत्र अन् भगिनी भवत्या स्पष्टमस्ति वा? मम अर्थः किञ्चित् कष्टं. अस्तु पुनः भवती किं किं वदतु, पठतु एकवारं, पुनः पठतु. किं पठामि? किं गृहे गृहे पठतु तत्, एतत् किं किं पठितवन्तः पूर्वं गृहपाठेन रूपेण पठतु. प्रश्नाः सन्ति चेत् अग्रिमे वर्गे पृच्छतु कृपया. अस्तु, धन्यवादः. धन्यवादः.